नमः सर्वेभ्यः. अस्माकं पाणिनीयचिन्तनवर्गे सर्वेषां स्वागतम्. प्रवृत्तमानविषयः अस्ति शत्रन्तानां सुबन्तनिर्माणम् इति. वयम् इदानीं पूर्वं दृष्टवन्तः शत्रन्तानां निर्माणार्थं कार्यद्वयं भवति, प्रातिपदिकनिर्माणं सुबन्तनिर्माणम् इति. तत्र प्रातिपदिकनिर्माणं तु सार्वधातुकप्रकरणे अस्ति, अन्तर्भूतमस्ति. द्वितीयकार्यं सुबन्तप्रकरणं, तत्र एव इदानीं वयं स्मः. पुनः स्मरणरूपेण पुनस्मरणरूपेण वयं पुल्लिङ्गस्त्रीलिङ्गसुबन्तनिर्माणं कथं भवति इति एकवारं संक्षिप्तरूपेण पश्यामः. तद्दृष्ट्वा नपुंसकलिङ्गं प्रति गच्छामः. तत्र भगिनी एकं PDF प्रेषितवती किल, तत् उदाहरणम् इति अस्ति किल, तत्र शत्रन्तानां पुल्लिङ्गनपुंसकलिङ्गप्रातिपदिकनिर्माणम् इति आरभ्य अस्ति. तत्र वयं किञ्चित् भिन्नधातुः स्वीकुर्मः, परन्तु प्रक्रिया तु अत्र एव अस्ति. हेमा भगिनी भवती करोति वा? प्रथमं पट् इति धातुः स्वीकुर्मः, तत्र प्रथमं प्रातिपदिकं कथं भवति इति, पुल्लिङ्गे नपुंसकलिङ्गे. भगिन्याः मेल् उद्घाटनीयं वा? आवश्यकं चेत्, भवती जानाति चेत् नास्ति चिन्ता. न, तत् अहम् अन्वेषणं करणीयम् इति कृत्वा. ओ नास्ति, अहं सहायं करोमि भगिनि. अत्र वद् इति धातुः स्वीकृतवती, अहं किञ्चित् भिन्नरूपेण वयं पट् धातुः स्वीकुर्मः इति चिन्तितवती. अस्तु भगिनि, तर्हि प्रथमं प्रातिपदिकनिर्माणं करणीयं. पट् इति धातुः, पट्योगः लट् इति आगच्छति प्रथमं विवक्षा अनुसृत्य. तदनन्तरं लट् लट् स्थाने अस्माकं शत्रुविवक्षा अस्ति चेत् लटः स्थाने शत्रु आगच्छति. शत्रु प्रत्ययः तु षित् अस्ति, अतः सार्वधातुकसंज्ञां प्राप्नोति. अतः अत्र कर्तरि शप् इति विधीयते. कर्तरि शप् भ्वादिगणे अपि च चुरादिगणे शप् एव आगच्छति. तर्हि पट् इति धातुः भ्वादिगणीयः. तर्हि इदानीम् अस्माकं स्थितिः पट् योगः शप् योगः शत्रु इति अस्ति. अनुबन्धलोपानन्तरं पट् योगः अयोगः अत् इति भवति. षकारस्य लोपः भवति लशक्व तद्दिते. ऋकारः तु अनुनासिकः अस्ति, अतः उपदेशजनुनासिक इति कृत्वा तत्र तस्य लोपः भवति. तदनन्तरं पट् योगः अपठ इति अङ्गम् अस्ति. पठ योगः अत् इति स्थितिः. इदानीं किं भवति इत्युक्ते, तत्र सवर्णदीर्घसन्धेः अवसरः अस्ति पठयोगः अट् इति, परन्तु तत्र तत् प्रभाद्य पठत् इति रूपम् आगच्छति. अतो गुणे इति सूत्रेण पूर्वपरयोः स्थाने यदि गुणवर्णः परे अस्ति चेत् तत्र पररूपादेशः भवति. अतः पठयोगः अत् अत्र पररूपादेशेन तत्र पठत् इति प्रातिपदिकस्य निर्माणं भवति. अत्र अन्यदपि वक्तव्यम्, अत्र अन्तादिवच्च इति एकं सूत्रं कार्यं करोति, येन अत्र पठयोगः अत् इति अस्ति. इदानीं पुल्लिङ्गेषु अस्माकं सूत्रं परिचितसूत्रमस्ति उगितचां सर्वनामस्थाने धातोः अधातोः इति. तर्हि इदानीं सर्वनामस्थानसंज्ञा यत्र यत्र अस्ति इत्युक्ते, प्रथमपञ्चसु स्थलेषु सु औट् जस् अम् सु औ जस् अम् औट् इति, तत्र उगित् अस्ति, शत्रन्तः ऋकारान्तः अस्ति इति कृत्वा उप्प्रत्याहारे अन्तर्भूतः अस्ति. अपि च सर्वनामस्थानपरे अस्ति चेत् तत्र अवर्णात् इति आवश्यकमस्ति. तर्हि यदि वयं अवर्ण अङ्गम् आवश्यकं चेत् पठ इति आवश्यकम् इदानीं. तर्हि पूर्वरूपादेशः इति कुर्मः चेत् तत्र पट् योगः अत् इत्येव अस्ति. तर्हि अन्त्यादिवच्च सूत्रं वदति यथा आवश्यकं तत्र वयं पूर्ववत् स्वीकार्यं, नो चेत् अनन्तरस्थितवर्णस्यापि स्वीकर्तुं शक्नुमः. इत्युक्ते पट् योगः अकारः योगः अकारः इति स्थितिः इदानीं. तर्हि कस्य स्वीकार्यं भवेत्, प्रथमस्य अकारस्य वा द्वितीयस्य अकारस्य वा इति. अत्र अस्माकम् अवर्णाङ्गम् आवश्यकं चेत् अत्र प्रथमस्य एव स्वीकार्यं भवतु. अतः पठ योगः अत् इति कृत्वा तत्र पठत् इति रूपमपि भवति इति एकः बिन्दुः. तदनन्तरं पठत् इति प्रातिपदिकस्य निर्माणानन्तरं पठत् इदानीम् अस्माकं सुबन्तप्रत्ययः आगच्छति. सुबन्तेषु अस्माकं प्रथममस्ति सु औचस्, तर्हि सु इति प्रत्ययं स्वीकुर्मः. तर्हि पठत्योगः सु इति अस्ति. पठत्योगः सु अत्र उकारस्य अनुनासिकत्वेन उपदेशे अजनुनासिक इति कृत्वा तस्य लोपः जायते. तर्हि अत्र नुमागमः भवेत्, अतः अत्र सूत्रमस्ति उगिदचां सर्वनामस्थाने. नमस्ते. तर्हि उगिदचां सर्वनामस्थाने अधातोः इति सूत्रं. सूत्रं वदति यदि सर्वनामस्थानसंज्ञकप्रत्ययः परः अस्ति चेत् अपि च धातुभिन्नः अस्ति. अत्र पठत् इति अस्ति इदानीम् अस्माकं प्रातिपदिकं, तकारान्तः अस्ति. अत्र नुमागमः भवति उगितः नुमागमः. तर्हि शत्रन्तः शत्रुप्रत्ययः उगित् अस्ति इति कृत्वा नुमागमः भवति. नुम् मित् अस्ति इति कृत्वा मिदचोन्त्यात् परः इति कृत्वा अन्तिम अचः परः आगच्छति. अतः पठत् अत्र टकारोत्तरवर्ति अकारात् अनन्तरं नुम् विधीयते. अतः तत्रापि नकारः एव अवशिष्यते. अतः पठन्ति इति आगच्छति इदानीम्. परन्तु नकारतकारयोः संयोगः अस्ति, अपि च प्रत्यययोजनेन सुप्तिङ्गन्तं पदम् इति कृत्वा तत्र पदसंज्ञामपि प्राप्नोति. अतः पदान्ते अस्ति इति कृत्वा संयोगान्तस्य लोपः इति सूत्रेण तकारस्य लोपः भवति. अतः पठन् इति रूपः अवशिष्यते, तदेव शत्रन्तपुल्लिङ्गरूपं प्रथम एकवचने इति. भगिनी, अत्र हल्याङ्गभ्यीकाचसुप्ति सप्रत्यक् हल् इति सूत्रेण अपि पदसंज्ञा भवति. अत्र पुनः वदतु भगिनि. या अपृक्तसंज्ञा भवति न, सकार उकारस्य लोपेन. या सो सकारस्य हल्याङ्गभ्यीकाचसुप्तिसि प्लस् परन्तु तत्र सूत्रसङ्ख्यां पश्यामः भगिनि. अहं षष्टमाध्याये अस्ति हल्याभ्योसुतिस्य इति अहं जानामि. अत्र सुप्तिङ्गन्तं पदं तस्य सूत्रसङ्ख्यां न जानामि, परन्तु सामान्यतया वयं सुप्तिङ्गन्तं पदम् इति स्वीकुर्मः किल भगिनि. महोदय, प्रक्रिया लिखितमस्ति करपत्रे, तस्मिन् हल्याज्ञाभ्योधीधातुसुति हल् इति अहं स्मरामि दत्तमस्ति. प्रायः भवती सत्यमेव वदति इति मन्ये. एतत्तु प्रथम अध्याये अस्ति सुप्तिङ्गन्तं पदमिति. तर्हि प्रायः पदसंज्ञा तत्र हल्याभ्यो तेन भवति. परन्तु मेबि, परन्तु मम चिन्तनं साधारणतया प्रथम अध्यायतः अनयोः तुलना भवति वा इति न जानामि, परन्तु प्रायः तादृशं भवति. तर्हि पदसंज्ञा अस्ति इति कृत्वा तत्र लोपः जायते, अपि च केवलं पठन् इति रूपम् आगच्छति. अपि प्रथमं यदि प्रातिपदिकनिर्माणात् शत्रशानचो प्रथमाधातो अर्थवद्धात् इति सूत्रेण शत्रपत्रे आगच्छति. तत्र सूत्रं न उक्तवती, यतो हि मम स्मरणे नास्ति. लटस्थाने शत्रु इति उक्तवती. पुनः एकवारं सूत्रं वदतु भगिनि. मम लटः प्रथमस्य लट्टः शत्रु शानच् अप्रथमौ समाना चाणचौ प्रथमा समानादिकरणे इति लटः स्थाने शत्रु विधीयते. अस्तु, धन्यवादः भगिनि. सम्यक् एव भगिनि, नास्ति चिन्ता. एतत्तु सम्यक् एव. वदन्ति योगः तु उगिदचां सर्वनामस्थाने इति नुमागमः. अनन्तरं हल्ङ्याभ्यो दीर्घासुतिस्य पृक्तं हल् इत्यनेन सकारस्य लोपः. ऊतु उपदेशे अजनुनासिक इति संज्ञा प्रथममेव भूत्वा अनन्तरं सकारस्य लोपः, अनन्तरं संयोगान्तस्य लोपः. पदसंज्ञा अस्ति इदानीम्, अतः संयोगान्तस्य लोपः, पदस्य अन्तिमवर्णस्य लोपः. सम्यक् एव किल, तदेव प्रक्रिया. हल्याभ्यो दीर्घासूतिस्य पृक्तं हल् इति कारणेन सकारस्य लोपः भवति इति सत्यं. तदनन्तरं संयोगान्तस्य लोपः संयोगान्तस्य लोपः तु अस्माकं त्रिपादीसूत्रमस्ति किल, पदसंज्ञा आवश्यकं, त्रिपादीसूत्रमस्ति, अतः अन्ते एव तस्य कार्यम्, अतः तद् सत्यं. सम्यक् एव. वदन् क्षम्यतां, पठन् इति अस्माकं एकवचनरूपं, प्रथमाविभक्ति एकवचनरूपं. तत् नपुंसकलिङ्गं वयं न दृष्टवन्तः किल, स्त्रीलिङ्गं परन्तु दृष्टवन्तः. तद् कुर्मः वा अभ्यस्तसंज्ञा कृत्वा तत् प्रति गच्छामः किल, पुल्लिङ्गं कृत्वा स्त्रीलिङ्गं प्रति गच्छामः. नपुंसकलिङ्गं किञ्चित् नपुंसकलिङ्गं किञ्चित् भिन्नम् अस्ति. आम्, नपुंसकलिङ्गं कृतं मङ्गलवासरे पूर्णतया न भगिनि. पूर्णतया कृतम्. अस्तु भगिनि, मङ्गलवारे मङ्गलवासरे पूर्णतया. अस्तु, धन्यवादः. कोऽपि गतवर्गे पठामः इति वदति. सम्यक् सम्यक् भगिनि. अस्तु भगिनि. लक्ष्मी भगिनी, अस्ति अभ्यस्तसंज्ञकविषये वदति वा, तत्र प्रक्रिया कथं भवति इति. अस्माकं दा धातुः एव स्वीकरोतु. नमस्ते भगिनि, विलम्बेन आगतवती. नास्ति चिन्ता भगिनि. अत्र पुंलिङ्गे अनभ्यस्तानां सत्रन्तप्रक्रिया दाधातुं भगिनी, दाधातुः अभ्यस्तसंज्ञकधातुः तत्र अनभ्यस्तानां कृते अपि पठनीयं वा? न न, तत्र अभ्यस्तसंज्ञक तत्र एकः धातुः स्वीकृत्वा तत्र स्वीकृत्य तत्र एकं चिन्तनमेव पुनःस्मरणरूपेण तत्र ददत् इति अस्माकं प्रातिपदिकमस्ति. तत्र किं किं भवति इति अत्र अभ्यस्तानां सत्रन्तानां नुमागमः न भवति. अत्र इदानीं पर्यन्तम् अत्र अस्मिन् गणे जुहोत्यादिगणे अभ्यासकार्यं भवति. तदनन्तरम् अत्र अङ्गं सिद्ध्यति, ददत् इति अङ्गमस्ति. प्रथमाविभक्ति एकवचनप्रत्ययः, सुप्रत्ययः अस्ति. अङ्गात् परे सु इति प्रत्ययस्य योजनेन किं भवति इत्युक्ते अत्र अत्रापि हल्ङ्याभ्यो दीर्घात् सूतिस्य प्रोक्तं हल् इति सूत्रेण अपृक्तसंज्ञकाः भवति वा अत्र सकारः? आम् आम्, किल अपृक्त एकाल् प्रत्ययः भवति. तेन तत्र उ इति अत्र उपदेशजनुनासिके इत्यनेन अपगच्छति. अनन्तरम् अत्र हल्ङ्याभ्यो दीर्घाच्युति सुतिश्च प्रोक्तं हल् सूत्रेण अपृक्तसंज्ञा भूत्वा तस्य लोपः भवति. तेन केवलं ददति एव तिष्ठति. अनन्तरम् अत्र ददत् इति पदसंज्ञां प्राप्नोति पदान्ते अस्ति इति कृत्वा. तदा झलां दशोन्ते इति सूत्रेण जस्त्वं भूत्वा तकारस्य स्थाने दकारादेशः भवति, तेन ददद् इति रूपम् आयाति. प्रथमं रूपं ददद् किन्तु तत्र अवसानमस्ति, इत्युक्ते विराम अवसानम् इति संज्ञासूत्रमस्ति, तेन अत्र अवसानावस्था अस्ति इति मन्तव्यं. तेन तस्मिन् सन्दर्भे वावसाने इति सूत्रेण झलः स्थाने चर्वर्णः आदेशः भवति, इत्युक्ते पुनः दकारस्य स्थाने तकारः आयाति, तेन अत्र विकल्पेन रूपद्वयं सम्भवति. ददत् ददत् इति रूपद्वयं. सम्यक् अस्तु भगिनि, धन्यवादः. अरुणा भगिनी स्त्रीलिङ्गे वदति वा किं भवति इति? किं भगिनि? स्त्रीलिङ्गे पट् इति धातुः स्वीकरोतु. इदानीम् अङ्गं क्षम्यतां प्रातिपदिकं वयं निर्मितवन्तः. पटत् इति अस्माकं शत्रन्त प्रातिपदिकम् अस्ति. इदानीं स्त्रीलिङ्गे किं भवति प्रक्रिया? भगिन्याः पी डि एफ़् अस्ति वा भवत्याः पार्श्वे? अस्ति भगिनि. तद् उद्घाट्य तत्र एव भगिनी पट् वदत् इति उदाहरणं दत्तवती, तत्र प्रदर्शितवती. तत्र पट् इति स्थापयतु, किं भवति? स्त्रीलिङ्गे स्त्रीलिङ्गे पठत् योगः सु तस्मात् पूर्वम् अस्माकं विवक्षा तु स्त्रीलिङ्गम् इति अस्ति किल, सूत्रेण आगच्छति. पूर्वं प्रथमं किं भवति? उगस्तस्य सूत्रेण नदी प्रत्ययस्य ङीप् इति योजयामः. तत् पकारस्य लोपः भवति, ङी इति आगच्छति. नकारस्य अपि लशप्रत्यये अनेन लोपः भवति, ई भवति. सो उगितिश्च इति सूने पठत् योग ई इति पठति भवति. तदनन्तरं आचीनद्यो आचीनद्यो वा इति सूत्रेण तस्य प्रसक्तिः अस्ति, किन्तु तत् प्रभाद्य शप् शनो नित्यं, कारणकी भट इति शप् धातु अस्ति, तत्र शप् धातो विकरणप्रत्यय आगच्छति. अनेन नुमागम आगच्छति मिदिचोक्त्यानन्तरम् इति सूत्रेण नकारस्य नुमागम पठ धातु अकार उत्तरवती अकारोत्तरवती तत्र आगच्छति. सो पठन्त इति पठन्ति इति भवति प्रातिपदिकं निर्माणं. धन्यवादः. सम्यक्. तत्र नित्यं भवति भुवादिगणे दिवादिगणे चुरादिगणे तु नित्यं नुमागमः शप् शनोर् नित्यम् इति सूत्रेण भवति. इदानीं पठन्ति इति यद् वयं निर्मितवन्तः तद् तु प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् इति परिभाषया प्रातिपदिकसंज्ञा इदानीमेव यद् प्रथमं तु पुल्लिङ्गप्रातिपदिकमासीत्, अस्माकं विवक्षा स्त्रीलिङ्गम् इति कृत्वा ङीप् योजितवन्तः उगितश्च इत्यनेन. अनन्तरं नुमागमः कृत्वा नित्यं नुमागमः इति कृत्वा प्रातिपदिकस्तरे एव स्त्रीलिङ्गे नुम् आगमः, अतः नुमागमः कृत्वा वदन्ति इति यद् प्रातिपदिकं वयम् इदानीं निर्मितवन्तः तत्तु स्त्रीलिङ्गप्रातिपदिकं. भगिनी अरुणा भगिनी भवती एव वदतु, वदन्ती योगः सु इदानीं किं भवति? हल्लाद्यापो अन्याभ्यो वा किं भवति सहायः सकारलोपः भवति ततः पठति इति अस्ति पदसंज्ञा भवति उगति च नन्दुमागम आगच्छति वा तन्नुमागमः तु वयं प्रातिपदिकस्तरे एव कृतवन्तः किल अतः पठन्ति इत्येव भवति किल पठन्ति एव अस्ति तु तु लुप्तम् अस्ति आं भगिनि वदतु भगिनि तत्र रूपं किम् पठन्ति एव रूपं पठन्ति इति रूपम् आगच्छति एकवचने प्रथमाविभक्तौ एकवचने सम्यक् भगिनि पुष्पा भगिनी तुदादिगणे किं भवति इति वदति वा अस्तु भगिनि तुदादिगणे अत्र लिक् इति धातुः स्वीकरोतु भगिनि लिक् तु अत्र लिखन् प्रथमतया लिक् लिक् न प्रथमं प्रातिपदिकं निर्मातु भगिनि अनन्तरं सु योजयतु इदानीं लिखत् इति अस्माकं पुल्लिङ्गप्रातिपदिकम् अस्माकं विवक्षा तु स्त्रीलिङ्गम् अस्ति किं भवति स्त्रीलिङ्गे अत्र स्थानः स्त्रीलिङ्गे शप्शनो नित्यम् इत्यनेन न तुदादिगणेन आचिनद्योर्णम् तस्मात् पूर्वं वैकल्पिकः अस्ति आचिनद्योर् तस्मात् पूर्वम् आचिनद्योर्णं पूर्वं शप्शनो नित्यं तुदादिगणेन अस्ति न न तद् न भगिनि प्रथमं तु लिखत् इति अस्ति तत्र अस्माकं विवक्षा स्त्रीलिङ्गम् इति कृत्वा ङी प्रत्ययः योजनीयं किल केन सूत्रेण ङी प्रत्ययः तु उगितश्च इत्यनेन तत्तु नीप्रत्ययः आगच्छति अत्र उगितश्च तत्र विवरणं कथं कुत्र अस्ति भगिनि उगितश्च उगितश्च प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां नीप्रत्ययः भवति इति अस्ति अस्मिन् करपत्रे प्रायः अस्ति एव नास्ति प्रातिपदिकनिर्माणम् इति प्रथमकरपत्रं अत्र नास्ति अत्र तु प्रातिपदिकं वयं निर्मितवन्तः किल अतः नास्ति अस्तु भगिनि वदतु भगिनि अस्तु नीम् प्रत्ययः अस्ति तथैव आचिनद्योर्णम् इत्यनेन वैकल्पिक एव न आगच्छति सु औ अत्र पचन् लिक् लिखन्त् लिखन्त् इति आगच्छति सम्यक् उगितश्च इत्यनेन ङीप् योजितवती. इदानीं किं भवति? लिखत् योगः इ आचिनद्योर्णुम् इत्यनेन इत्यनेन नुमागमः भवति. निरेचोन्त्यात् परः इत्यनेन पूर्वे आगच्छति. लिखन्ति इति लिखन्ति सम्यक् औ योगः औ योगः सु प्रथमाविभक्ति एव किल तत्र आचीनद्योर्णुम् इति उक्तवती किल तद् नित्यं वा वैकल्पिकरूपं वा अतः रूपद्वयं किं भवति तत्तु लिखति लिखन्ति इति सम्यक् उत्तमं लिखति लिखति अथवा लिखति लिखन्ति लिखन्ति उत्तमम् उत्तमम् इदानीं सु योजयतु भगिनि तु हल्याभ्यो दीर्घात् हल्याभ्यो दीर्घात् श्रुतिस्य प्रुक्तं हल् इत्यनेन लुप्तम् अस्ति सु लुप्तमस्ति तथैव तत् कारणात् लिखति लिखन्ति एव तिष्ठति. द्विवचने द्विवचने कुर्मः वा न आवश्यकं भगिनि किञ्चित् एव सम्यक् पुनस्मरणरूपेण एव सम्यक् भगिनि उत्तमम्. अतः तत्र वयं कृतवन्तः किल स्त्रीलिङ्गे लिखन्ति लिखन्तौ न लिखन्ति लिखन्त्यौ अस्तु. अत्र यद् स्त्रीलिङ्गं वयं दृष्टवन्तः तत्र तु शप्शनो नित्यम् इत्यनेन भुवादिगणे दिवादिगणे चुरादिगणे नित्यम् अनन्तरं तुदादिगणे अनन्तरम् अदादिगणे चतुर्दश आकारान्तधातूनां कृते वैकल्पिकं नुमागमः इत्युक्ते अभ्यस्तसंज्ञकस्य किं का गतिः तत्र भवति वा स्त्रीलिङ्गे नुमागमः भवति वा नुमागमः न भवति अभ्यस्ते न भवति न भवति जुहोत्यादिगणे तदैव अदादिगणे चतुर्दशदातवः विहाय अन्यत्र न भवति. अस्तु अस्तु इदानीं वयम् अग्रे गच्छामः. पुल्लिङ्गं स्त्रीलिङ्गं दृष्टवन्तः नपुंसकलिङ्गं पठामः. अस्तु मणिमहोदय पठति वा तत्र नपुंसकलिङ्गशत्रन्तसुबन्तनिर्माणम् इति भागे सूत्राणि प्रथमम् सूत्राणि एकनिमिषं महोदय कुत्र अस्ति कुत्र तत्र ए इति भाग ए इति स्माल् ए नपुंसकलिङ्गे शत्रन्तानां सुबन्तनिर्माणम् अत्र ए इति भागः भुवादिगणः दिवादिगणः चुरादिगणः तत्र तस्मात् अनन्तरं सूत्राणि सन्ति. तृतीयाविभक्तिः तस्मात् सप्तमीविभक्तिपर्यन्तं पुल्लिङ्गशब्दवत् इति पङ्क्त्याम् अनन्तरम् आम् नपुंसकलिङ्गे शत्रान्तानां सुबन्तनिर्माणं किञ्चित् अधोभागे अस्ति महोदय अभ्यस्तसम्यक् सुबन्धनिर्माणं जुहोत्यादिगण ततस्परं वा परे परे परे आम् नपुंसकलिङ्गे शत्रन्तानां सुबन्धनिर्माणं भुवादिगणः द्वादिगणः चुरादिगणः तस्मात् अग्रे गच्छतु महोदय सूत्रं प्रथमं पठामः अनन्तरं रूपं प्रति आगच्छामः. स्वमोर्नपुंसकात् नपुंसकात् अङ्गात् सु अम् इत्यनयोः लुक् लोपः सु च अम् च तयोरितरेतरन्दः स्वमोः तयोः सोमोः षष्ट्यन्तं नपुंसकात् पञ्चम्यन्तं द्विपदमिदं सूत्रं सर्भ्यो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं नपुंसकात् अङ्गात् सोमोः लुक् सोमोर्नपुंसकात् सूत्रं वदति नपुंसलिङ्गे प्रथम एकवचने द्विविधभक्ति प्रथम एकवचने अपि सु क्रमेण सु च अं च लोपो भवति इति सूत्रं भवति महोदय. अतः शून्यम् अस्ति अत्र नमस्कारः. शून्यं भवति नपुंसकात् पठामि महोदय. एकः प्रश्नः अस्ति भगिनी, अत्र हेमा भगिनी तत्र प्रत्ययलोपे प्रत्ययलक्षणं न तिष्ठति किल लुक् भवति इति कृत्वा? न, अत्र प्रश्नः पुनः पृच्छतु भगिनि. लुक् इति कृत्वा तत्र न तिष्ठति किल तस्य प्रत्ययलोपे? किमर्थं न तिष्ठति इत्युक्ते लुमतो ङास्यत् इति अङ्गकार्यमेव भवति, अत्र तस्य कार्यं न भवति, अतः न तिष्ठति. न तिष्ठति एव प्रत्ययलक्षणं न तिष्ठति. अतः एव शून्यं सिसि इति सूत्रमपि सूत्रं नास्ति महोदय. तत्र तादृशं स्मर्तव्यं, प्रथम एकवचने शून्यं, तदनन्तरं षी, तदनन्तरं षी. सु नास्ति, अम् अपि नास्ति, बट् परन्तु अस्ति वा? शून्यं द्विवचने सि अस्ति इति उक्तवती. द्विवचने इदानीं भवान् द्वितीयं सूत्रं पठति किल, तस्मात् षि इति. अस्तु अस्तु. नपुंसकाच्च नपुंसकात् अङ्गात् औ प्रत्ययस्य स्थाने षि आदेशः भवति. नपुंसकात् पञ्चम्यन्तं च अव्यपदं त्रिविपदं सूत्रम् औङ् आपः इत्यस्मात् औङ् इत्यस्य अनुवृत्तिः झषसः षि इत्यस्मात् षि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नपुंसकात् अङ्गात् औङ् षि. नपुंसकाच्च सूत्रं वदति द्विवचने औ प्रत्ययस्य स्थाने षि आदेशः इति. अन्यत् अस्ति तत्र ग्रहणं किं भवति औङ् इत्यनेन कस्य कस्य ग्रहणम्? औ एव ङः लोपः भवति, औङ् औ, अतः औ स्थाने षि आदेशः इति. औ औट् अपि अपि ग्रहणं भवति. औट् प्रथमविभक्ति औङ, द्वितीयविभक्ति औट् अपि ग्रहणं भवति अत्रापि. धन्यवादः महोदय. कीदृश आदेशः महोदय अत्र औ स्थाने षि इत्युक्ते कीदृश आदेशः? सर्वे वर्णः भवति. औ औ पूर्णतया औ अस्ति, अत्र षि आदेशः, अत्र सर्ववर्णः अपि परिवर्तनं भवति. अलन्तस्य नास्ति, अलन्तस्य सूत्रं स्मरामि महोदय. अलोन्त्यस्य इति एकं सूत्रं पठितवन्तः, एकादेशः. अनन्तरम् इदानीं तु सर्वादेशः किल, अतः अनेकाश्चित् सर्वस्य, अनेकाश्चित् सर्वस्य वा महोदय? धन्यवादः. तस्य अपवादः अलोन्त्यस्य इत्यस्य अपवादः अनेकाश्चित् सर्वस्य. धन्यवादः महोदय. अस्तु, तत्र औ स्थाने षि इति आदेशः येन सूत्रेण. प्रथमं तु शून्यं सु अं शून्यं शून्यम्, इदानीं षि षि औ औट्. किमर्थं तत्र औट् इत्यत्र औङ् इति स्वीकृतवन्तः? प्रत्याहारः औङ् इति प्रत्याहारे तु औ औट् एव आगच्छति किल भगिनि, तत्रापि टकारः इत्संज्ञा एव भवति किल, द्विवचने औट् इति प्रथमपक्ष किमर्थं मातः न जानामि भगिनि. विद्याभगिनी उक्तवती यथा अत् आगच्छति न, अत्र ङकार इति तस्य केवलम् औ इति ग्रहणं भवति, ङकार तथैव योजितम् अस्ति. कारण की प्रथमाविभक्त्यां द्वितीयाविभक्त्यां औट् अस्ति, साधु तकारस्य तत्र लोप भवति, तो औ इति आवश्यकम् केवल. सो नकार यथा वयम् अत् आद्गोणे इति अत् आत् इति वदामः, तथैव तस्य नकारस्य उपयोगम् अस्ति अत्र. किमपि वैशिष्ट्यं किमपि नास्ति तादृशं, केवलम् औ गृह गृहे गृहीतं भवेत् तस्य कारणे इति नकार योजितम् अस्ति. Breathing very hard. Are you okay? Saha davat, saha davati iti chintyami. सोपानम् कार्याणि अस्ति इति उक्तवती, इदानीं धावनं उपरि चलिता. मम चिन्तनमस्ति ङकारः अस्ति इति कृत्वा तत्र णिच्च इति अपि एकं सूत्रं दृष्टवन्तः किल, तत्रापि सर्वादेशः भवति, अन्त्यादेशः एव भवति महोदय, ङित् इति अन्त्यादेशः एव भवति, परन्तु अत्र ङकारः किमर्थं स्थापितवन्तः इति तत्र विवरणं नास्ति, परन्तु ग्रहणम् औ अपि औट् द्वावपि भवतु इति तकारस्य परिवर्तनं यदा सन्धिः इति चिन्तयामः चेदपि ञकारः न भवति, लोपः भवति, परन्तु किमर्थं ङकारः अन्यवर्णः अपि स्थापितुं शक्नोति किल, परन्तु पाणिनि किमर्थं ङकारः स्थापितवान् इति न जाने. प्रायः औङ्गः औङ्ग आपः इति सूत्रं पश्यामः चेत् प्रायः तत्र विवरणं प्राप्तुं शक्नुमः, पश्यामि अनन्तरम्. अस्तु सम्यक्, इद औङ्ग इत्यनेन औ औट् इति ग्रहणम्. आम् धन्यवादः महोदय. धन्यवादः महोदय. नेक्स्ट् अन्तादिवत् सूत्रम् अहं न जानामि, कृपया विवरणं. आम् आम् हेमा भगिनी भवती एव अन्तादिवच्च. हेमा भगिनी अस्ति वा भगिनी? हेमा भगिनी अस्ति किल? क्षम्यतां महोदय, क्षम्यताम्, अन्म्यूट् न कृतवती, तथैव अहं वदन्ती आसम्. अत्र अन्तादिवच्च सूत्रं षष्ठमाध्याये अस्ति प्रथमपादे, यत्र वयं बहुत्र सन्धिकार्याणि पश्यामः, पूर्वरूपादेशः नो चेत् पररूपादेशः, पूर्वप्रयोः एकादेशः इति भवति, तत्र स्पष्टीकरणार्थम् एतत् परिभाषासूत्रम् अस्ति. अत्र पूर्वपरयोः यः एकादेशो भवति सः पूर्ववर्तीवर्णसमुदायस्य अन्त्यभागः, अपि च परवर्तीवर्णसमुदायस्य आदिमभागः. अन्तश्च आदिश्च अन्तादि इतरेतरद्वन्द्वः. अन्तादिभ्यां तुल्यम् अन्तादिवत्, अन्तादिवत् अव्ययपदं च अव्ययपदं द्विपदमिदं सूत्रम्. एकः पूर्वपरयोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. एकः पूर्वपरयोः अन्तादिवच्च, तर्हि यत्र यत्र पूर्वपरयोः इति अधिकारसूत्रम् आगच्छति तत्र अस्मिन् अस्य सूत्रस्य प्रसक्तिः भवति अन्तादिवच्च इति स्वीकुर्मः चेत् अत्र वर्णसमुदायः भवति इत्युक्ते प्रथमवर् शब्दस्य अपि च अनन्तरशब्दस्य यथा पश्यामः यथा वयं पट्योगः पठयोगः अत् इति दृष्टवन्तः तत्र पट्योगः शपः अनुबन्धलोपानन्तरम् अकारः अवशिष्यते तर्हि पटयोगः अत् इति अस्ति इदानीं तर्हि पटयोगः अकारयोः स्थाने किम् आगच्छति तत्र एकादेशः भवति इति वयम् अतोगुणे कृत्वा तत्र पूर्वपरयोः एकादेश पररूपादेशः इति दृष्टवन्तः तर्हि तत्र तादृश समये पठ इति अङ्गमस्ति तत्र पठ इति पूर्ववर्ती वर्णसमुदायं स्वीकुर्मः वा नो चेत् परवर्तीवर्णसमुदायस्य अकारः स्वीकुर्मः वा इति क्लेशः आगच्छति चेत् तत्र स्पष्टीकरणार्थं यथा इष्टम् इत्युक्ते यत्र यत्र आवश्यकमस्ति तत्र पूर्ववर्तीवर्णसमुदायस्य अन्त्यभागः इत्युक्ते पठ इति अकारस्य अन्तिम अकारस्य स्वीकुर्मः परन्तु यत्र यदि अस्माकम् आवश्यकं परे स्थितस्य अकारस्य आवश्यकम् इत्युक्ते अत् तत्रस्थ अकारस्य आवश्यकं चेत् तर्हि आदिमभागः स्वीकुर्मः इति यथा वयं शप्श्यनोर्नित्यम् इति सूत्रं पश्यामः चेत् तत्र सूत्रं वदति अवर्णात् अङ्गात् सर्वनामस्थानपरे अस्ति चेत् तत्र नुमागमः भवति इति तर्हि इदानीम् अत्र पठ इति अङ्गं स्वीकुर्मः चेत् एव अवर्ण अङ्गम् इति भवति तर्हि अस्मिन् स्थित्यौ वयं पूर्ववर्तीवर्णसमुदायस्य अन्त्यभागः स्वीकुर्मः न तु परवर्तीवर्णसमुदायस्य आदिमभागः इत्युक्ते अत्तः अकारः न स्वीकुर्मः परन्तु अङ्गस्य आवश्यकम् अस्ति अत्र सूत्रे इति कृत्वा तत्र अन्तादिवच्च इति सूत्रेण पठ इति स्वीकुर्मः परन्तु पररूपादेशः इत्येव वदामः अतोगुणे तत्रस्थ परन्तु यदि अन्तादिवच्च सूत्रं न कार्यं करोति तर्हि शप्शनोर्नित्यम् इति सूत्रस्य सूत्रं निरर्थकं भवति यतोहि तत्र अवर्णान्त अङ्गमेव न भवति यदि परस्थितस्य अकारस्य कार्यं स्वीकुर्मः चेत् तदर्थं यत्र यत्र आवश्यकं तत्र प्रथमस्य अकारस्य स्वीकरणं भवति नो चेत् अन्त्यस्य परन्तु अस्माकं कृते यत्र वयम् आदिमभागस्य परवर्तीस्थितस्य आदिमभागस्य स्वीकार्यं कुर्मः तादृश उदाहरणं न जानामि तत्र इतःपर्यन्तं न कृतवन्तः अतः अत्र अन्तादिवच्च सूत्रं न भवति चेत् शप्श्यनोर्नित्यं तस्य कार्यं न भवति शप्श्यनोर्नित्यम् इति अग्रिमसूत्रमस्ति पश्यतु तत्र अनुवृत्तिसहितसूत्रमस्ति शप्श्यनोः आत् शतुः तर्हि अवर्ण अङ्गात् अपि च शत्रन्त अङ्गस्य नित्यं नुमागमः भवति इति तर्हि तत्र अवर्ण अङ्गम् आवश्यकम् अतः तस्मात् वयं पूर्ववर्तीवर्णसमुदायस्य अन्त्यभागः इत्युक्ते पठ तत्र स्थितस्य अन्तिम अकारस्य अन्तिम अकारं स्वीकुर्मः अपि च अङ्गम् अवर्ण अदन्तम् इति वदामः स्पष्टमस्ति वा महोदय अत्र सप्शनो नित्यं कार्यं करोति अथवा द्वादिगणे भवादिगणे चुरादिगणे अत्रापि अकारः अस्ति किल पदन्ते परन्तु तत्र कार्यं किमर्थं न अदेङ्गुणः कार्यं न करोति अत्र अन्तादिवच्च इति सूत्रेण भवान् वदति पूर्ववर्णस्य पट इति अकारः एव स्वीकरणीयम् इति वदति परन्तु अत्र आम् महोदय अत्रापि अकारः अस्ति किल भवादिगणे चुरादिगणे अपि शप शपस्य अधः अकारः अत्रापि अस्ति परन्तु अत्र अदेन गुणः इति सूत्रम् इति स्वीकृतवन्तः इदानीं कुत्र अदेन गुणः पूर्वं अत् प्रयोजनं प्रयोग सत्रन्तप्रयोगं कृतं किल पूर्व अदे गुणेः इति सूत्रम् अदे गुणे इति सूत्रस्य पररूपमेव एकः आदेशः इति पठितवन्तः परन्तु अन्ताधिवच्च इति स्पेशालिटि किम् इति न जानामि किमर्थं पूर्ववर्णस्य अन्तिमवर्ण आकारः स्वीकरणीयम् इति यदि तत् त्यजामः इति चिन्तयतु यदि वयं पररूपमेव स्वीकुर्मः चेत् पट् पठयोगः अत् इति अस्ति तर्हि इदानीं पररूपम् इत्युक्ते पट् योगः अत् इति भवति किल महोदय पट् योगः अत् भवति तर्हि एकनिमिषं महोदय अहं पूरयामि पट् योगः अत् इति स्थितिः इदानीं पट् योगः अत् अस्ति चेत् शप् शनोर्नित्यं तस्य सूत्रस्य प्राप्तिः भवति वा पट्योः अत्र नास्ति अत्र पटयोः अस्ति सप्रयोः अत्रापि सप् न पश्यतु पठयोगः अत् इति अस्ति परन्तु अतो गुणे कार्येण तत्र पररूपादेशः एव भवति किल तर्हि तदानीं पट्योगः अत् इति अस्ति किल तर्हि पररूपादेशः इति कृत्वा प्रथमस्य आकारः न तिष्ठति किल नो महोदय सप् पट् योः सप् अनन्तरम् अत् सत्यं पठयोगः अत् इदानीं पठयोगः अत् तु आगच्छति तदनन्तरं किं भवति अतो गुणे प्रयुज्य पररूपादेशः इत्युक्ते परस्थित अकारस्य एव स्वीकार्यं भवति किल तर्हि इदानीं पूर्वस्थितस्य अकारः नास्ति तर्हि पट् योगः अत् इति स्थितिः इदानीं पट् योगः अत् अस्ति चेत् अङ्गम् अवर्णान्त अङ्गं नास्ति तर्हि शप् शनोर्नित्यं तस्य कार्यं न भवति एव शप् शनोर्नित्यं तस्य तदर्थम् अङ्गम् अदन्तं भवतु किल शप्शनोर् आत् शतुः अङ्गस्य नित्यं नुंषी नद्योः तर्हि नुमागमः तत्र न विधीयते एव शप्शनोर्नित्यं परन्तु अत्र पठत् नास्ति पठत् योः अत् न पटयोः अत् नास्ति अत्र पट् योः अत् इति एव स्वीकरणीयं वा न पट्योगः अत् अस्ति चेत् तत्र शप्शनोर्नित्यं कार्यं न करोति अतः तस्य कार्यं भवतु इति स्वीकृत्य अन्तादिवच्च सूत्रम् आगत्य वदति तस्य सूत्रस्य कार्यं भवतु इति कृत्वा प्रथमस्य अकारस्य स्वीकरणीयं तत्र अकारः इति केवलम् एतस्य सूत्रस्य प्रसक्त्यर्थम् तत्र सप् योजनं कर्तुं चेत् अत्र अदेङ्गुणः कार्यं करोति पट् इति अस्ति चेत् अन्तिम अन्ताधिवत् सूत्रं कार्यं करोति वा हलो अन्ताधिवच इति परिभाषासूत्रमेव महोदय तत्र सहायरूपेण आगच्छति स्पष्टीकरणार्थं शप्शनोर् नित्यं सूत्रं कदा कार्यं करोति इति वयं न अवगन्तुं शक्नुमः तत्र अवर्णात् अङ्गात् शत्रन्ताङ्गस्य इति दत्तमस्ति किल अवर्णात् अङ्गात् इत्युक्ते किम् इति स्पष्टीकरणार्थम् अन्तादिवच्च इति सूत्रस्य आवश्यकता परिभाषासूत्रमेव विधिसूत्रं नास्ति किल अस्तु द्वादिगणे द्वादिगणे अत्र नास्ति अन्ताधिवत् परन्तु तत्र तु शप्शनो नित्यम् इत्यस्य आवश्यकता नास्ति किल द्वादिगणे तस्य प्रसक्तिः अस्ति वा यदा शप्शनो नित्यं कार्यं अत्र अस्तु इदानीम् यत्र सपः योजनं न कृतम् अत्रापि शप्शनो नित्यं कार्यं करोति अत्र अन्ताधिवच्च इति आदिमवर्ण स्वीकरणीयम् इति वदति वा तत् सहायरूपेण आगच्छति परिभाषासूत्रं किल तत्र यदा तत्र दत्तमस्ति शप्शनो प्रत्ययोः अवर्णातङ्गा चत्रान्ताङ्गस्य नित्यं नुमागमः इति. अवर्णातङ्गं कुत्र अस्ति? पटयोगः अत् इति अस्माकं तत्र वदतु भगिनि. यत्र आवश्यकमस्ति तत्र प्रथमस्य अन्तिमभागः, नो चेत् परे स्थितस्य आदिमभागः. परन्तु अस्माकं कृते शप्शनो नित्यं कार्यं करणीयम् इत्युक्ते अदन्त अङ्गस्य आवश्यकम् अस्ति. तदर्थम् अत्र वयं पूर्ववर्तीवर्णसमुदायस्य अन्त्यभागः इति स्वीकुर्मः. अस्तु, पूर्वभागे अकारः नास्ति चेत् हल्द्यं पट्टि एव अस्ति चेत् अन्तादिवच्च इति सूत्रं स्वीकरणीयम्. यदि तत्र पूर्वम् अकारः आसीत् इत्युक्ते शप् इति कृतः तत्र अकारः आगच्छति किल. यदि अन्य गणः अस्ति चेत् तत्र तस्य प्रसक्तिः न भवति. यदि पूर्वपर धन्यवादः महोदय. यत्र स्थानिनः द्वौ अस्ति, आदेशः एकः इति स्थितौ, पूर्वपरयोः एकादेशः इति यत्र स्थितिः अस्ति तत्र अन्तादिवच्च आगत्य स्पष्टं करोति. पूर्वशब्दस्य अन्तिमवर्णः कार्यं करोति वा, परशब्दस्य आदिवर्णः आदिवर्णरूपेण कार्यं करोति वा इति स्पष्टीकरणार्थम् अन्तादिवच्च. धन्यवादः महोदय. तदेव एकः पूर्वपरयोः अन्तादिवच्च इति सूत्रम्. धन्यवादः महोदय. भगिनी भवती एव शप्शनोर्नित्यं पठति वा? अस्तु महोदय. शप्श्यनोर्नित्यं शी प्रत्ययः वा नदी प्रत्ययः परे अस्ति चेत् शप्श्यन् प्रत्ययोः अवर्णात् अङ्गात् शत्रन्ताङ्गस्य नित्यं नुमागमः भवति. श्यप् च श्यन् च तयोरितरेतरद्वन्द्वः शप्श्यनौ, तयोः शप्श्यनोः शप्श्यनोः षष्ट्यन्तं नित्यं क्रियाविशेषणं द्वितीयान्तम् नित्यं क्रियाविशेषणं द्वितीयान्तम्. आचिनद्योर्नुम् इत्यस्मात् आचिनद्योः नुम् नाभ्यस्तात् शतुः इत्यस्मात् शतुः इत्येषाम् अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं शप्श्यनोः आत् शतुः अङ्गस्य नित्यं नुम् शीनद्योः. नदीसंज्ञा नाम ङीप् ङीष् ङीन् इति स्त्रीप्रत्ययाः. अत्र शप्श्यनोर्नित्यम् इति सूत्रं वदति, अङ्गकार्यमस्ति अत्र. यत्र यत्र शी प्रत्ययः वा नदी प्रत्ययः अनन्तरम् आगच्छति चेत् शी प्रत्ययः इति एकः प्रत्ययः, नदी इति काचित् संज्ञा अस्ति. यत्र वयं ङीप् ङीष् ङीन् इति स्त्रीप्रत्ययेषु स्त्रीलिङ्गेषु यत्र ङीप् ङीष् ङीन् इति प्रत्ययाः आगच्छन्ति ते नदीप्रत्ययं नदीसंज्ञां प्राप्नुवन्ति. तर्हि यत्र यत्र परे ङीप् ङीष् ङीन् नो चेत् शी प्रत्ययः आगच्छति तत्र शप्श्यन् प्रत्ययोः यत्र अकारः अवशिष्यते यकारः अवशिष्यते इत्युक्ते द्वादिगणे चुरादिगणे अपि च दिवादिगणे अपि च अङ्गम् अवर्णान्तम् अङ्गं भवतु तादृशशत्रन्त अङ्गस्य नित्यं नुमागमः. आचिनद्योर्नुम् इत्यस्य आचिनद्योर्नुम् इति सामान्यसूत्रं यत्र विकल्पेन भवति, परन्तु शप्श्यनोर्नित्यम् इति नित्यसूत्रमस्ति. तत्प्रभात्य शप्श्यनोर्नित्यं सूत्रं कार्यं करोति. तर्हि अत्र निमित्तानि सन्ति अवर्णान्त अङ्गं भवतु, शत्रन्त अङ्गम् अवर्णान्त अङ्गं भवतु, अपि च क्षम्यताम् अङ्गम् अवर्णान्त अङ्गम् अपि च शत्रन्त अङ्गस्य नुमागमः विधीयते यदि शी प्रत्ययः वा नदी प्रत्ययः परे अस्ति चेत्. तर्हि शी प्रत्ययः कुत्र भवति इत्युक्ते पूर्वं पठितवन्तः औस्थाने नपुंसकाच्च इति सूत्रात् शी प्रत्ययः विधीयते इति पठितवन्तः. तर्हि तत्र प्रथमपुरुषे प्रथमाविभक्तौ अपि च द्वितीयाविभक्तौ द्विवचने शी प्रत्ययः यत्र विधीयते तत्र अस्य सूत्रस्य प्रसक्तिः. अपि च नदी प्रत्ययः कुत्र कुत्र भवति इत्युक्ते यत्र यत्र स्त्रीलिङ्गेषु ङीप् ङीष् ङीन् इति प्रत्ययाः विधीयन्ते, तत्रापि अस्य सूत्रस्य प्रसक्तिः भवति यदि अवर्णान्त अङ्गम् अस्ति चेत्. सम्यक् भगिनि. शी नद्योः इति अस्माकं निमित्तम् अस्ति, नु मागमः नित्यं भवति इति. शी इति दीर्घ शी. शी दीर्घशि. द्विवचने प्रथमाविभक्ति एक द्विवचने, द्वितीयाविभक्ति द्विवचने शि इति यत् नपुंसका च इति सूत्रेण विधीयते. धन्यवादः भगिनी. लक्ष्मी भगिनी अग्रिमसूत्रं पठति वा. जस्सोः शिः नपुंसकात् अङ्गात् जस् शस् इत्यनयोः स्थाने शि आदेशः भवति. जश्च शश्च तयोरित्र इतर द्वन्द्वः, तेन जश्यशौ तयोः जश्यशौः जश्यशोः षष्ट्यन्तं शी प्रथमान्तं द्विपदमिदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नपुंसकात् अङ्गात् जश्यशोः शिः लिखितमस्ति. भवती विवृणोतु भगिनि अत्र किं वक्तव्यम्. अत्र किं वदति, कुत्र आगच्छति शी इति आदेशः? जस् अपि च शस् प्रत्ययोः स्थाने, इत्युक्ते प्रथम नपुंसकलिङ्गे प्रथमाविभक्ति बहुवचने, द्वितीयविभक्ति बहुवचने प्रत्ययोः स्थाने शी आदेशः भवति. नपुंसक अङ्गम नपुंसक लिङ्गे लिङ्गे अपि च अनेन सूत्रेण शि आदेशः भवति. अस्तु, इत्युक्ते यथा वयं पूर्वं चर्चितवन्तः अत्र शून्यं शी बहुवचने शि ह्रस्व इकारः अत्र अस्ति इति कृत्वा बहुवचने. कीदृश आदेशः अत्र भगिनि, एकाल् वा अनेकाल् वा? अत्र अत्र अनेकाल्चित् सर्वस्य इति परिभाषासूत्रेण सर्वेषां वर्णानां स्थाने भवति इति भाति, न तु अलोन्त्यस्य इति सूत्रं प्रबाध्य अत्र सर्वेषां स्थाने सर्वादेशः सर्वादेशः. अतः इदानीम् अस्माकं नपुंसकलिङ्गे शून्यं शी शि इति रूपम्. अग्रिममपि पठतु भगिनि. शी सर्वनामस्थानं, शी इति आदेशस्य सर्वनामस्थानसंज्ञा भवति. शी लुप्तप्रथमान्तं, सर्वनामस्थानं प्रथमान्तं, द्विपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णं शी सर्वनामस्थानम् इत्युक्ते इदं सूत्रं संज्ञासूत्रम् इति भाति. अनेन सूत्रेण षि इति आदेशस्य सर्वनामस्थानसंज्ञा भवति. इत्युक्ते अत्र नपुंसकलिङ्गे अत्र प्रथमाविभक्ति बहुवचन बहुवचने तत्र जश्यशोः षिः इत्यनेन षि आदेशः भवति. इत्युक्ते प्रथमाविभक्ति बहुवचने अपि च द्वितीया बहुवचने अपि षि इत्यस्य सर्वनामस्थानसंज्ञा अनेन सूत्रेण भवति. परन्तु पुल्लिङ्गे कुत्र कुत्र भवति आहत्य कुत्र कुत्र सर्वनामस्थानसंज्ञा भवति इति चिन्तयतु भगिनि. आहत्य अत्र पुंलिङ्गे पञ्चसु स्थलेषु प्रथमाविभक्ति एकवचनं, द्विवचनं, बहुवचनं अपि च द्वितीयाविभक्ति एकवचनं द्विवचनपर्यन्तं पञ्चसु स्थलेषु पुंलिङ्गे भवति. स्त्रीलिङ्गे अपि सर्वनामस्थानसंज्ञा भवति, किन्तु अत्र उगितश्च इति सूत्रेण नदीसंज्ञकप्रत्ययः परः अस्ति चेत् तत्र नुमागमः न भवति. किन्तु नपुंसकलिङ्गे केवलं स्थलद्वये एव प्रथमाविभक्ति बहुवचनं द्वितीया बहुवचनम् इत्युक्ते जस् शस् इति प्रत्ययोः स्थाने एव षि आदेशः भवति सः षि अत्र सर्वनामस्थानसंज्ञां प्राप्नोति अनेन सूत्रेण सम्यक् महोदय द्विवचने अपि षि आदेशः अल्ल किल अत्रापि तत्र दीर्घ ईकारः महोदय तत्र न भवति द्विवचनेन बहुवचने एव अस्तु महोदय धन्यवादः प्रथमाविभक्ति बहुवचनं द्वितीयाविभक्ति बहुवचनं तत्र सर्वनामस्थानं पुल्लिङ्गे स्त्रीलिङ्गे तु प्रथमाविभक्ति सूडनपुंसकस्य इति सूत्रेण यत्रापि यद्यपि तत्र ङीपिति प्रत्ययः आदेशः भवति तदापि तत्र क्षम्यताम् आगमः किल तत्रापि तदापि तत्र नपु सर्वनामस्थानं तु अस्ति एव न न स्त्रीलिङ्गे पुल्लिङ्गे स्त्रीलिङ्गे प्रथमपञ्चसु स्थलेषु नपुंसकलिङ्गे केवलं स्थलद्वयं स्थलद्वयं तदेव धन्यवादः सप्तस्थलेषु अस्तु अरुणा भगिनी अग्रे पठति वा सुधादिगणे नपुंसकस्य जलजः नपुंसकस्य जलजः नपुंसकलिङ्गे सर्वनामस्थाने परे जलन्ताङ्गस्य अजन्ताङ्गस्य च नुम् आगमो भवति जल जल् छ अच्च तयोः समाहारद्वन्द्वः जलज् तस्य जलजः नपुंसकस्य षष्ट्यन्त्यं जलजः षष्ट्यन्त्यं द्विपदम् इदं सूत्रम् इति तु नुम् धातोः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः उगदिचां सर्वनामस्थाने धातोः इत्यस्मात् सर्वनामस्थाने इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नपुंसकस्य जलजः अङ्गस्य नुम् सर्वनामस्थाने नपुंसकस्य जलजसूत्रं वदति नपुंसकलिङ्गे सर्वस्थानस्थानपरे जलन्ताङ्गस्य वा अजन्ताङ्गस्य वा भवति चेत् नुम् आगमः भवति अतः कुत्र भवति भगिनि नुम् आगमः सर्वनामस्थान नपुंसक यशोषि इति सूत्रेण प्रथम बहुवचनं द्वितीया बहुवचनं षि नामकरणं भवति षि सर्वनामस्थानम् इति नामकरणम् अस्ति सूत्रमस्ति ततः प्रथमाविभक्ति बहुवचनं द्वितीय विभक्तिवचन बहुवचनेषु वचने सर्वनामस्थानं नामकरणम् अस्ति तत्र नुम् आगमः भवति नुमः भवति अस्तु अनुवृत्तिसहितसूत्रं जलन्ताङ्गम् अपि च अजन्ताङ्गं भवितुम् अर्हति जलचः अनुवृत्तिसहितसूत्रं पुनः अनुवृत्तिसहितसूत्रं नपुंसकस्य जलचः अङ्गस्य नुं सर्वनामस्थाने अङ्गस्य नुं सर्वनामस्थाने इति परसप्तमी सर्वनामस्थानप्रत्यये परे नपुंसकस्य जलन्त अजन्त अङ्गस्य नुम् आगमः भवति इति अत्र उगिदचां सर्वनामस्थाने अधातोः इति सामान्यसूत्रमस्ति एतत्तु सप्तमाध्यायस्य प्रथमपादस्य परत्वात् बलं किल भगिनि हेमा भगिनि आं भगिनि विद्याभगिनी वदति उक्तवती ओ अस्तु परत्वात् परत्वात् किमर्थम् इत्युक्ते नपुंसकस्य जलजः अन्यत्रापि तस्य कार्यं भवति अतः अन्यत्र लब्धावकाशः अस्ति इति कृत्वा सूत्रसङ्ख्या द्रष्टव्या तत्र परत्वात् बलम् अस्तु इदानीं पूर्वं प्रति गच्छामः, उदाहरणं पठामः एकवारम्। आं पुष्पा भगिनी पठति वा? पूर्वं यद् भागः अस्ति तद् भगिनी अस्ति वा भगिनी पुष्पा भगिनी अस्मि भगिनि अस्मि भगिनि सूत्रात् पूर्वं पचत् योगः सु सम्यक् पचत् योगः सु स्वमोर् नपुंसकात् इत्यनेन नपुंसकात् अङ्गात् सु लोपः पचत् एव तिष्ठति। जलां जशोन्ते इत्यनेन पचान्ते तकारस्य जस्वम् आगच्छति पचत् एव पचत् वावसाने वावसाने इत्यनेन अवसाने जलः विकल्पेन चर् आदेशः भवति पचत् पचत् द्वे अपि अस्ति एकवचने पचत् योगः औ नपुंसकात् च इत्यनेन औ स्थाने शी पचत् योगः शी लशक्वतद्धिते इत्यनेन अनुबन्धरूपः पचत् योगः ई अन्तादिवच्च इत्यनेन पच अङ्गम् अस्ति अन्तादिवच्च पचति पचति इति एकनिमिष भगिनि एकनिमिष भगिनि वर्णसमुदायस्य अन्त्यभागः पिच पर्वति अन्तस्य आदि च अन्तादि इतर इतरवृन्द एकपूर्वपरयोः अन्तादिवच्च अस्तु अस्तु अन्तादिवच्च इत्यनेन पच अङ्गमस्ति शप्श्यनोन्नित्यम् इत्यनेन शि प्रत्ययः परे अस्ति चेत् शप्श्यन् प्रत्ययोः अवर्णात् अङ्गात् छत्रन्ताङ्गस्य नित्यं नुमागमः श्रीप्रत्ययपरे मिदचोन्त्यात् परः इत्यनेन अन्त्यात् स्वरात् परे नुमागमः पचन्त् योगः ई नश्चपदान्तस्य झलि इत्यनेन झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः अनुस्वारस्य यै परसवर्णः इत्यनेन यै अनुस्वारस्य स्थाने परसवर्णवर्णादेशः तत्तु पचन्त् योगः तकारः अस्ति तथैव नकारः आगच्छति पचन्त् योगः ई पच वर्णमेलने पचन्ति इति द्विवचने पठत् योगः जस् जश जशसो शिः इत्यनेन नपुंसकात् अङ्गात् जस् स्थाने शि आदेशः पचत् योगः शि लशक्वतदिते इत्यनेन अनुबन्धलोपः पचत् योगः ई श्री सर्वनामस्थानम् इत्यनेन शि इति आदेशस्य सर्वनामस्थानसंज्ञा संज्ञा नपुंसकस्य झलचः इत्यनेन नपुंसकलिङ्गे सर्वनामस्थाने परे झलन्ताङ्गस्य नुमागमः मिदचोन्त्यात्परः इत्यनेन नुम् अन्त्यात्पर स्वरात्परे पचन्त् योगः ई नष्टपदान्तस्य झलि इत्यनेन झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः अनुस्वारस्य यै परसवर्णः इत्यनेन यै अनुस्वारस्य स्थाने परसवर्णः आदेशः पचन्त् योगः ई वर्णमेलने पचन्ति तावदेव अत्र अस्तु धन्यवादः भगिनी। मणिमहोदय, तत्र द्वितीय प्रथमाविभक्तौ द्विवचने तत्र अन्तादिवश्च इति सूत्रं नास्ति चेत् किं भवति इति वदति वा एकवारम्? द्विवचने पचत्योगः औ अस्ति चेत् पचत्यो अन्तादिवच इति न कार्यं करोति. अत्र पचत् योग शि इति पचत् अत्र ई एव अस्ति, पचति इति रूपं भवति. अन्तादिवच न कार्यं करोति चेत् पचति इति शप्शनो नित्यम् इत्यस्य अवकाशः भवति. वासः अस्ति चेत् शी प्रत्ययस्य अत्र आवरणतङ्गात् निमागमः भवति इति अस्ति किल, अतः पचन्ति इति दीर्घ ईकारः अस्ति. तत्तु आगच्छति एव किल, यदा पचत् योगः ई इति स्थितिः अस्ति, शप्शनो नित्यं तु आगच्छति एव किल. शी प्रत्यये परे शप् शन् प्रत्ययः अस्ति चेत् आगच्छति एव, परन्तु तस्य नुम् आगमः कुत्र तस्य विधानं भवति इति तत् सूत्रं न जानाति इति कारणात् एव अन्तादिवच्च इति सूत्रस्य आवश्यकता. अवगतं वा महोदय? अत्र पचत् इति आकारः निर्माणं कुर्मः अन्तादिवच्च कार्यं करोति, तदेव वा सहायं करोति? कुत्र अवर्णात् अङ्गात् छत्रान्ताङ्गस्य नित्यं नुम् इति सूत्रं वदति. इदानीं शी तु प्रत्ययः अस्ति, पचत् योगः शी, शी प्रत्ययः परे अस्ति, शप् शन् प्रत्ययः एव अस्ति किल, पचत् इति शप् प्रत्ययः तदपि अस्ति, परन्तु अवर्णात् अङ्गात् छत्रान्ताङ्गस्य इति यत् सूत्रं वदति, इदानीं यत् पश्यति सूत्रं, तत्र अवर्णात् अङ्गः कुत्र अस्ति इति सूत्रं न जानाति किल, तद् सहायं स्पष्टीकरणार्थम् अन्तादिवच्च आगत्य वदति पच इति अङ्गं स्वीकरोतु, तत्र नुमागमः. तत्र मध्ये यदा अन्त्यात् अचः परः अवर्ण पच इति अवर्णात् अवर्णात् अङ्गमस्ति वा? पच अत्र अवर्णात् अङ्गं नास्ति चिन्तयामि. पच इति अन्ते कः पच इति अस्ति चेत् अत्र पच अकारः अस्ति, पच अवर्ण पच अवर्णः किल, अवर्णः एव किल, अवर्णः एव. अतः तत् स्वीकरोतु पच इति अवर्ण अङ्गं स्वीकरोतु इति अन्तादिवच्च एव आगत्य वदति. तद् नास्ति चेत् शप्शनोर्नित्यस्य भ्रमः भवति, कुत्र स्थापनीयं नुमागमः इति. अवर्णात् अङ्गम् इति कुत्र अस्ति इति तद् न जानाति किल. ओहो, सप्शनो नित्यं न कार्यं करोति चेत् सहायेन अन्त्यवादिवच्च कार्यं करोति. सप्शनोर्नित्यस्य कार्यस्य कारणं अन्तादिवच्च, अन्तादिवच्च नास्ति चेत् सप्शनोर्नित्यं कुत्र नुम् आगमः स्थापनीयम् इति न जानाति. अवर्णात् अङ्गम् इत्येव अस्ति, शत्रन्ताङ्गं पचत् इति शत्रन्ताङ्गम् इदानीमस्ति, अवर्णात् अङ्गम् इत्युक्ते कुत्र पचत् इत्यत्र अन्तिम तु तकारः एव अस्ति किल, शत्रन्ताङ्गं तद् अस्ति, परन्तु अवर्णः कुत्र अस्ति तत्र? तद् भागः अवयवरूपः. वदतु भगिनि. यदि अन्तादिवच्च इति सूत्रं न भवति चेत् तर्हि शप्शनोर्नित्यं तस्य कार्यं न भवति. यदि शप्शनोर्नित्यं तस्य कार्यं न भवति चेत् अस्माकम् इष्टरूपं न प्राप्नुमः, तर्हि पचति इत्येव रूपम् आगच्छति द्विवचने, न तु पचन्ति इति. परन्तु इष्टरूपं तु पचन्ति इति अस्ति, तर्हि तत् कथं भवेत् इत्युक्ते तत्र साहाय्यम् आवश्यकम्. अत्र मितचन्द् परः नकारं कार्यं करोति वा? तदनन्तरं करोति किल, यदा नुमागमः विधीयते, यदा शप्शनुर्नित्यम् अनेन सूत्रेण नुमागमः विधीयते तर्हि नकारः पचन्ति इति आगच्छति. परन्तु शप्श्यनोर्नित्यमेव कार्यं, तस्य कार्यमेव न भवति यदि अन्तादिवच्यसूत्रस्य साहाय्यं न भवति चेत्, यतोहि अवर्णाङ्गं नास्ति इति कृत्वा. धन्यवादः, धन्यवादः भगिनि. एकः प्रश्नः, अन्तादिवच् यदि स्त्रीलिङ्गे प्रातिपदिकं निर्माणं कुर्मः तत्रापि आगच्छति वा? आं किल, नदी स्त्रीलिङ्गे प्रत्ययः परा अस्ति पठितवन्तः, तत्र सर्वत्र नुमागमः अस्ति किल भगिनि. अतः साहाय्यं प्रातिपदिकं निर्माणं कर्तुं तत्र अन्तादिवच् न आगच्छ, तत्र वयं न तत्र एकवारं प्रक्रिया एकवारं वदतु भगिनि, तत्र पश्यामः तर्हि प्रातिपदिकं निर्माणं कथं भवति. पश्चात् नपुसिङ्गलिङ्गे आगच्छति, तदनन्तरम् उगिष्टश्च इति सूत्रेण ई प्रत्यय योजयामः, सो ई आगच्छति, पश्चात् योग ई लिङ्गवशिष्ट इति कारणेन तस्य ग्रहणं भवति. पूर्णसूत्रं न जानामि इदानीं. तदनन्तरं नुमागमकारणं शप्शनो नित्यम् आचीनद्यो नित्यम् इति प्रभाद्य शप्शनो नित्यं पच इति शप् धातु शप् विकरणप्रत्ययः आगच्छति. तत्र वयं उक्तवन्तः नकारस्य योजनीयम् अकारपरिमितिचोर्चान्तपर इति सूत्रेण प्रातिपदिकस्तरे तत्र प्रातिपदिकस्तरे एव अनुमागमः विद्यते किल भगिनि. तर्हि तत्र सर्वनामस्थानपरे वा तादृशप्रत्ययपरे इति सूत्रस्य आवश्यकता तदनन्तरमेव आगच्छति. परन्तु सर्वनाम ईकार शप्शनो नित्यं तस्य विवरणं किम् अस्ति? ईकारपरे अस्ति शत्रन्त, ओ शत्रन्त अङ्गं भवति. नदी प्रत्ययः परे अस्ति चेत् शप्शन् प्रत्ययः अवर्णात् अङ्गात् इति, तत्र तु सहायस्य सहायकस्य आवश्यकता नास्ति. तत्र प्रातिपदिकस्तरे नकारः कथम् आगच्छति तत्र स्त्रीलिङ्गे? केन सूत्रेण तत्र नुमागमः आगच्छति? प्रातिपदिकस्तरे स्त्रीलिङ्गप्रातिपदिके यतः वयं गच्छन्ति इकारः आगच्छति तत्र अपि शि प्रत्यय परे अस्ति शप्शनो नित्यम् आचीनद्विनित्यं इति द्वे सूत्रे कार्यं करोति स्त्रीलिङ्गे अपि. यथा स्त्रीलिङ्गे भवति तथैव नपुंसकलिङ्गे द्विवचने भवति इति भगिनी उक्तवती, सुलभं स्मरणं कर्तुं. साधु साधु एव भगिनि, तत् तत्र तु शप्शनोर् नित्यम् इत्यनेन एव नित्यं नुमागमः भवति. परन्तु तत्र वयं अवर्णात् अङ्गात् तत्र तु यदा नदी इति प्रत्ययः परः अस्ति तत्र वयं शत्रन्त अङ्गस्य नित्यम् आगमं भवति इति शत्रन्त अङ्गं शत्रन्त अङ्गं वयं तत्रापि तत्रापि प्रसक्ति भवति रैट्? किन्तु वयं न उक्तवन्तः पूर्वं, इदानीं केवलं नपुंसकलिङ्गे तस्य अध्ययनं आगच्छति. साधु किमर्थम् इत्युक्ते तत्रापि पूर्वपरयोः एकादेशः एव भवति किल, एकः अतोगुण तत्रापि अतोगुणे तत्रापि आगच्छति. अतः तत्रापि अस्माकं तु शप्शन् प्रत्ययः अवर्णात् अङ्गात् इति शत्रन्ताङ्गस्य इति तत्रापि तद एव निमित्तम् अस्ति. तत्रापि नदी प्रत्ययः परे अस्ति. आम् किल भगिनि, अन्तादिवच्च इत्यस्य तस्य प्रकृतिः तत्रापि अस्ति. परन्तु एतदेव स्मर्तव्यं, प्रातिपदिकस्तरे एव नुमागमः तत्र विद्यते, अन्यत्र तादृशं चिन्तनं सम्यक् एव. सम्यक् महोदय, अवगतवान् किल अन्तादिवच्च इत्यस्य? धन्यवादः. उत्तमम्. अस्तु, कस्य क्रमः? अरुण सरला भगिनी पठति वा? आं भगिनि. ध्येयं यत् अत्र साधु ध्येयं यत् अत्र उगितचां सर्वनामस्थाने धातु सप्तमाध्यायस्य प्रथम पादे सप्तमी सूत्र इति सूत्रस्य प्राप्ति अपि अस्ति, परन्तु नपुंसकस्य छल च सप्तमाध्यायस्य प्रथम पादे द्विसप्तति सूत्रः इत्यस्य सूत्रम् एतस्य बलं फलत्वात् यदि नपुंसकलिङ्गे बहुवचने प्रथमा विभक्त्यामपि द्वितीयविभक्त्यां नपुंसकलच कार्यं उगितचं सर्वनामस्थाने अपि आगच्छति नपुंसकद्वयोः सङ्घर्षः भवति, पर कारणकै अन्यत्र अन्यत्र लब्धावकाशः भवति द्वयोः, अतः विपत्तिशेदे परपकार्यम् इति सूत्रेण नपुंसकसञ्चालनस्य बलवत् भवति. तत् सूत्रकार्यं करोति नपुंसकलिङ्गे न तु उगतचां सर्वनामस्थाने धातोः इति. अग्रे अपि अग्रे अगच्छ प्रथमा द्वितीया पश्चात् अस्माकं पश्चात् इति पुल्लिङ्गे आगच्छति, अपि नपुंसकलिङ्गे प्रातिपदिकं पश्चात् एव भवति. प्रथमा विभक्त्यां पश्चात् योगस्सु प्रत्ययः अत्र समो नु समो नपुंसकात् इति सूत्रेण सु तस्य लोपः भवति, अतः पश्चात् एव तिष्ठति. अत्र नुमागमस्य प्रसक्तिः नास्ति, कारणं तस्य परेशि प्रत्ययः अपि नास्ति, अपि सर्वनामस्थानसंज्ञा नास्ति, अतः नुमागमस्य कार्यं न आगच्छति, केवलं पश्चात् एव तिष्ठति. पश्चात् इदानीं सुप्तिङ्गन्तं पदम् इति सूत्रेण पदसंज्ञा प्राप्नोति, झलाञ्जशौन्ते इति सूत्रेण तकारस्य जष्त्वं भवति पचत्, तदनन्तरं भावस्थाने इति सूत्रेण खरि च भावस्थाने सूत्रेण तकारस्य तकारः भवति, सो पचत् योग पचत् इति भवति प्रथमाविभक्त्यां. द्वितीयं विभक्त्यां पचन्ति आगच्छति पचत् योग औ, तत्र नपुंसकात् इति सूत्रेण औ स्थाने षि आगच्छति, षि यदि परे अस्ति तत्र आचिनद्योनुम् इति सूत्रस्य प्रसक्ति आगच्छति, किन्तु अपवादेन शप् शनो नित्यं विशिष्टसूत्रमस्ति, तस्य प्रसक्तिः भवति. अपि अन्तादिवच् इति सूत्रेण पचस्य अवयवस्य अन्तिमकार स्वीकृत्य शप् शनो नित्यं तस्य प्रसक्तिः भवति. पचन्ति तत्र नकार नुमागम आगच्छति, नुमागम नष्टापद तदनन्तर मृदुचोन्त्यान्त पदति सूत्रेण अकारस्य परि आगच्छति पचन्ति, नष्टापदान्त चलि अनेन नकारस्य अनुस्वारः भवति, तदनन्तरं अनुस्वारस्य यै पर्सवन नकार पुनः आगच्छति, सो पचन्ति इति भवति. बहुवचने अस्ति जस् प्रत्यय पचत् योग जस् इदानीं जशसोषि इति सूत्रेण जस् स्थाने षि आदेशः भवति सर्वनाम षि सर्वनामस्थाने इति सूत्रेण षि प्रत्ययस्य षि आदेशस्य इदानीं सर्वनामसंज्ञा भवति. इदानीं उगितचां सर्वनामस्थाने धातो तस्य प्रसक्तिः अस्ति किन्तु परत्वात् नपुसङ्कस्य झलच इति सूत्रेण नुमागम आगच्छति. नुमागम पुनः मृदुचोर इति सूत्रेण अकारस्य परे आगच्छति. सो पचन्ति इति भवति. पुनः नश्चापदांसचली अनुस्वारस्य अपि कार्यं करोति. तत्र अन्तिमरूपं पचन्ति इति भवति. पचत् योग अं तत्र केवलं वर्णमेलन न, तत्रापि नपुसङ्कात् इति सूत्रेण अम् इति सूत्रस्य लोप सुप्रत्ययस्य लोपः भवति. पचत्युत् भवति यथा पूर्वं प्रक्रिया आसीत् तथैव भवति. पचत् योग पचत् द्वितीयविभक्त्याम् अपि शप्शनौनित्यम् अन्तादिवच् इति सूत्रस्य कार्यं पचन्ति. इदानीं द्विवचने द्वितीयविभक्ति बहुवचने शस् इति पुनः चषसोषि षि सर्वनामस्थाने नपुसङ्कस्य झलच इति सूत्रेण पचन्ति भवति. समानक्रिया प्रक्रिया यथा पूर्वं पठितवान् मया. सम्यक् भगिनि, धन्यवादः. अरुणा भगिनी तत्र भुवादौ द्विवादौ चुरादौ इति रूपाणि एव पठति वा एकवारं? भवादौ पचत् पचन्ति पचन्ति प्रथमा द्वितीया चुरादौ चोरयत् चोरयन्ति चोरयन्ति प्रथमा द्वितीया विभक्तिरूपाणि. द्विवादौ पठितवती द्विवादौ दिव्यात् दिव्यत् इति दत्तमस्ति किल, पठितवती वा? द्विवादौ दिव्यत् दिव्यन्ति दिव्यन्ति प्रथमद्वितीयरूपाणि. सम्यक् अस्तु. समयः जातः. तत्र तुदादिगणे अदादिगणे चतुर्दश आकारान्तदातवः इति अपि वर्गे कृतवन्तः. तत् प्रायः अग्रिमसप्ताहे पश्यामः वा? किमर्थम् इत्युक्ते समयः जातः, एतत्तु समयः आवश्यकम्. अतः अग्रिमसप्ताहे अपि अहमेव चालयामि भगिनी कुत्रापि. अतः न न न भगिनि न जाने कुत्र गतवती इति. अस्तु, अतः तस्मिन् समये वयं तुदादिगणे अदादिगणे इति पूर्णतया गच्छति. अस्तु अस्तु, धन्यवादः. धन्यवादः महोदय. शुभरात्रि. शुभरात्रि.